सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति वैसन्धिपाठः द्वितीयः भागः, हलन्तेभ्यः धातुभ्यः सकारादिप्रत्यये परे कीदृशकार्याणि भवन्ति इति विषयः अस्ति। तत्र टवर्गीय धातोः विषये तत्र टकारठकारयोः कार्याणि दृष्टानि। इदानीं टकार टकारठकारठकारः इति तेषां त्रयाणां तत्र तुष्टुनाष्टुः करिच इति सूत्रद्वयं कार्यं करोति। इदानीं ठकारः महाप्राणठकारः ठकारान्तधातुः चेत् किं भवति इति। अस्तु, किम् उमा भगिनी आरब्धुमिच्छति वा? अहम् अधुना करपत्रम्। अस्तु, तर्हि मीना भगिनी आरम्भं करोतु। कुत्र भगिनी? तवर्गः तत्र किल? न, तवर्गः न, तस्मात् पूर्वं ठकारः द्वितीयः बिन्दुः, तस्मात् साक्षात् पूर्वं टवर्गः तत्र वा? ठकारः महाप्राणठकारः ठकारः ठकारः ढकारः तस्य अनन्तरं ढकारः तत्र वा? ढकारस्य षडोक अस्ति इत्यनेन ठकारादेशः, तदा आदेशप्रत्ययोः इत्यनेन इङ्कोः प्रत्यय अवयवस्य सकारस्य षत्वं तत्र वा? आमां तत्रैव। ढकारः ढकारस्य षडोक अस्ति इत्यनेन ककारः आदेशः, तदा आदेशप्रत्ययोः इत्यनेन इङ्कोः प्रत्यय अवयवस्य सकारस्य षत्वं भवति। उदाहरणं वा वड्ढ योगः अस्ति, षडोक अस्ति, तत्र ढकारस्य ककारः भवति, वावक् योगः अस्ति, अनन्तरम् आदेशप्रत्ययोः इति कृते वावक् षत्वं भवति, वावक्षि इति रूपं जायते। तदनन्तरम् अणकारः रम्रण् योगः अस्ति, णकारस्य प्रभावेन शृणाष्टुः टकारः टवर्ग अंशः अस्ति, तत्र शृणाष्टुः इति सूत्रेण रम्रण् इत्यनेन स्थितस्य सकारे परे अष्ट इत्यनेन अग्रे स्थितस्य सकारस्य ष्टुत्व आदेशः भवति। सो यदा रम्रण् षि भवति, रम्रण् षि तत्र तदा अग्रे पठामि वा? तावत् सम्यक् अस्ति। तत्र रम्रण् इत्यत्र अनुस्वारस्य का गतिः? अनुस्वारस्य का रम्रण्षि अनुस्वारस्य यै परसवर्णः यै यवर अस्ति तत्र यै नास्ति खलु यै अस्ति किम् अस्ति रकारः रेपः यै अस्ति वा? रेपः रयि नास्ति, र तत्र रकारः एव यवरल अस्ति खलु? अस्ति, रकार अनुनासिक नास्ति। रकारस्य यदा अनुस्वरस्य यै परसवर्णः इति कार्यं भवति तत्र रकारस्य तादृश अनुनासिक आदेशः न भवति, वर्णः नास्ति तादृशं वा? अनुनासिकवर्णं नास्ति, तस्मात् रं रन् रं तिष्ठति तत्र रं रं षि ई भगतवर्गः भगिनी सकारः नकारात् अनुस्वारस्य ई तत्र नकारः पदान्ते भवति चेत् श्रुत्वनिषेधः अस्ति खलु भगिनि केन सूत्रेण न पदान्तटोरणम् पदं पदं नास्ति खलु इदानीं पदं नास्ति अस्तु अस्तु वर्गः न इदानीम् अग्रे अनन्तरम् अन्य कोऽपि तर्हि अरुणा भगिनी अग्रे पठतु अस्ति वा अरुणा भगिनी नो चेत् सूर्यकुमारी भगिनी पठतु भगिनि तकारः तावर्गः तकारः तकारः दकारः दकारः धातुः अन्तिमवर्णः धात्त दधयेषु अन्यतमश्चेत् सकारे परे करीच इत्यनेन करिपरे जलस्थाने चरादेशः येषां स्थाने तकारादेशः तावर्गीयपरः सकारः अस्ति सकारखरीच् खर्वर्णः अस्ति तात धात जलवर्णः अस्ति येषां स्थाने खरीच इत्यनेन प्रथमवर्णः तकारः आदेशः भवति तात दाधयोः तकारः खरीच इत्यनेन सकारे परि परे तावर्गीयानां प्रथमसदस्य आदेशः सकारस्य कोऽपि विकारो न भवति उदाहरणानि सन्ति चाचत् योगः सि करीच इत्यनेन तकारस्थाने पुनः तकारादेशः भवति चाचत् योगः सि वर्णमेलनेन चाचत् सि तकार वाव्यत् योगः सि तत्र तकार जलवर्णः अस्ति प्रथमसदस्य आदेशः भवति करीच इत्यनेन वाव्यत् तकारस्थाने प्रथमवर्णः तकार आयाति वाव्यत् योगसि वाव्यत्सि वर्णमेलनेन तदेव अद्ययोगस्यति सकारखरि खर्वर्णः करिचैतनेन प्रथमसदस्यादेशः अर्थयोगस्यति अत्स्यति अन्तिम उदाहरणमस्ति क्रोध स्यति करिचैतनेन धकारस्थाने तकारायाति क्रोत् योगस्यति वर्णमेलनेन क्रोत्स्यति अग्रे पठामि वा भगिनि सम्यक् अस्ति भगिनि धन्यवादः अत्रापि प्राधान्येन खरीच इत्यस्य एव कार्यमस्ति तर्हि ततः अग्रे विशेषः तत्र किं विजयलक्ष्मी भगिनी पठतु आं भगिनि विशेषः अस्मिन् समूहे बशो भष् तृतीयः वर्णः चतुर्थवर्णः भवति चेत् चतुर्थवर्णः चतुर्थवर्णः इत्यस्य सम्भावना वर्तते एकाचो बशो भष् झषन्तस्य स्थोः बषः भषादेशः यथा बन्ध योगः स्यति एकाचो बशो भष् झषन्तस्य स्थोः इत्यनेन धातोः अवयवः यः झषन्तः एकाच् तस्य बषः भषादेशः सकारे परे स्धोः अतः सकारे परे बन्ध योगः स्यति खरिच बन्ध कुतः बन्ध आसीत् खलु किं बन्ध् इति कथम् अभवत् भगिनी? बन्ध् इति अस्ति तदेव अतः बन्ध् इत्यस्य स्यति इत्यस्य सकारः परे अस्ति इति कृत्वा बकारस्य भकारादेशः भवति. तृतीयः वर्णः चतुर्थवर्णः भवति. बन्ध् स्यति अपि च खरि च इत्यनेन धकारस्य स्थाने तवर्गीयः प्रथमवर्णः तकारः भन्त्स्यति भन्त्स्यति इति सिद्ध्यति रूपं सिद्ध्यति. पुनः बुध् इति धातुः बुध् योगः स्यते आत्मनेपदिधातु. पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. बुध् इत्यस्य बोध् भवति, बोधयोगः स्यते. इदानीम् एकाचोपशो भष् झषन्तस्य स्थोः इत्यनेन सकारः परे अस्ति इति कृत्वा बकारस्य भकारादेशः भवति. बोध् स्यते खरि च इत्यनेन भोत् धकारस्य तकारादेशः भवति, प्रथमसदस्यादेशः. भोत्स्यते इति रूपं परिचय अपि पठामि वा भगिनि? पूर्वं पठामि. इदानीम् अन्य कोऽपि पठतु तत्र. भगिनि एकः प्रश्नः अस्ति. आमां तं पूर्व उक्तम् उदाहरणे क्रोध् योगः स्यति, तत्र एकाचो बसो बस् जसन्तस्सद्वोः सूत्रमपि आयाति खलु? न आयाति, यतोहि बश्वर्णः नास्ति खलु ककारः. ओ आमामां क्षम्यताम्, तृतीयवर्णः नास्ति. आम् आमां पद्मनाभन् महोदय पठति वा परिचयः इति? आं महोदय. परिचयः धातोः आदौ बस् बगडद अपि च अन्ते जश् जबगडद. तस्य धातोः नाम एकाच् बसादि जसन्तधातुः, यथा बन्धुधातुः बुद्धुधातुः च. यदि उपर्युक्त हकारान्तधातुसम्बद्धसूत्रैः हकारस्य स्थाने जसादेशः सञ्जातः दृष्टान्ते दुह् दुग् दुग् दुग् तर्हि सोऽपि तादृशो धातुः. एकाच बसादि जसन्तधातुः आदौ स्थितस्य बसः स्थाने बसादेशो भवति. ध ग ड ध सकारादिप्रत्यये परे द्वशब्दपरे पदान्ते च. अतः वदामः यत् तृतीयचतुर्थ इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः अन्ते च वर्गस्य चतुर्थसदस्यः, तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति. आहत्य त्रिचतुर्थ इति विकारः भवति. देयं यत् अयं बस्पर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति. अनेन धातुः अनेकाच्चेदपि दस्य धातोः एकाच् बसादि जसन्त धात्वंशः अस्ति चेदपि अत्रापि त्रयचतुर्थी इति विकारः भवति. अत्र एकाचो बसो बस् जसन्तस्य स्वोः अत्र परिचयः अस्ति. आदौ बस् वर्णः भवेत्. बस् वर्णः इत्युक्ते ब ग ड ग अन्य बस् प्रत्याहारे स्थितस्य अन्यतमवर्णः ब ग ड द अपि. अन्ते जस् वर्णः झ भ ग ड द तस्य धातोः नाम एकाच् बसादि जसन्तधातुः. धातोः एक अवयवः एकाच् अस्ति. आदिमवर्णः बसादि अस्ति. इत्युक्ते बस् प्रत्यहारे अन्यतमवर्णः अस्ति, अन्ते जसन्तधातुः अस्ति इत्युक्ते जस् जस् प्रत्यहारस्य तस्य अन्यतमवर्णः भवेत्। द्वयोः मध्ये एकः एव अच् भवेत्। अस्यां स्थित्याम् अत्र विकारः भवति। यदा बन्द् धातुः अत्र ब इत्यत्र बकारः जस् वर्णः अस्ति, दकारः जस् जस् प्रत्यहारस्य वर्णः अस्ति, बुद्ध् धातुः अत्रापि बकारः बस् धातुः अस्ति, धकारः जसन्तधातुः अस्ति। अत्र यदि उपर्युक्त हकारन्तधातुः सम्बन्धसूत्रैः यदि हकारः अन्ते अस्ति अनन्तरं सन्धिकार्येण अत्र हकारस्य स्थाने दकारः भवति, तस्यां स्थित्यामपि बस् बस् भावः अस्ति। उदाहरणम् अत्र उक्तमस्ति दुः् धातुः, अत्र हकारस्य स्थाने गकारः आगच्छति, धुग् इति भवति। इदानीं दुः प्रथमवर्णः दु बस् वर्णः अस्ति, द्वितीयवर्णः गकारः अत्र अन्तिमवर्णः गकारः जस् वर्णः अस्ति। अत्रापि एतदपि तादृशधातुः एव, एकात् बसादि जसन्तधातोः आदौ स्थितस्य बसः स्थाने बसादेशः भवति। यदि अस्यां स्थितियां प्रथम बस् वर्णस्य स्थाने अत्र भ घ ड द इत्येषु साम्यं यस्य वर्णस्य साम्यमस्ति तद् भवति। कदा भवति? सकारादिप्रत्यये परे अथवा द्वशब्दे परे अथवा पदान्ते च। अतः वदामः यत् तृतीयसदस्यः वर्गस्य तृतीयसदस्यः वर्गस्य चतुर्थसदस्यः अस्ति चेत् तस्यां दिशायां तृतीयसदस्यस्थाने चतुर्थसदस्यः आगच्छति, चतुर्थ एव भवति। उदाहरणं दत्तमस्ति, अयं बस् वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति। एकात् बस् ये कुत्रापि भवितुमर्हति। अंशः एकः भागः एकात् वर्णः प्रथमवर्णः बस् वर्णे अस्ति, द्वितीयवर्णः जस् वर्णः अस्ति, अत्रापि कार्यं करोति। पूर्वमपि भवेत् अतः अन्ते अपि भवेत् इति अत्र उक्तमस्ति महोदय। आमाम्, इत्युक्ते झटिति स्मरणीयम् इत्युक्ते तृतीयवर्णात् चतुर्थवर्णः, आदौ तृतीयवर्णः अस्ति एकाच् धातौ, आदौ यः एकाच् अंशः अस्ति तत्र तृतीयवर्णः अस्ति चेत् तत्र चतुर्थवर्णः भवति, अतः 3-4 to 4-4 इति स्मर्तुं शक्नुमः। अतः यथा सूर्यकुमारी भगिनी पृष्टवती क्रोत्यते इत्यत्र भवति खलु बष्पावः इति चेत् तत्र तृतीयवर्णः नास्ति, तृतीयवर्णः अस्ति चेदेव चतुर्थवर्णः, अतः तत्र न भवति इति झटिति स्मर्तुं शक्नुमः। बष् इत्युक्ते तत्र ब ग ड द इति तृतीयवर्णाः, तेषां स्थाने झ भ ग ख ड थ इति चतुर्थवर्णाः। अस्तु, तर्हि सूत्रं पठामः। किं सरस्वती भगिनी पठति वा? भगिनि, एकः संशयः अस्ति तत्र अन्तिमवाक्यं देयं यत् अयं वश्वरः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति, अनेन धातुः अनेकाच् चेत् अपि तस्य धातोः एकाच् दशादि जशन्तधात्वांशः अस्ति चेत् उदाहरणमस्ति वा तत्र? भो बुद्ध् भो बुद्ध् योगः यते यङ्गुगन्तधातुः भो बुद्ध् तत्र अनेकाच् अस्ति, अनेकाच् अस्ति, अन्ततो गत्वा यः अवयवः बुद्ध् सः एकाच्, तत्र बसः बस् आदेशः भवति निमित्तरे द्वशब्दे परे पदान्ते। अस्तु अस्तु, धन्यवादः। तर्हि सरस्वती एकाचो बशो भष् झषन्तस्य भोः अष्टमध्याये द्वितीयपादस्य सप्तत्रिंशत्तमं सूत्रं धातोरवयवोः अवयवो यो झषन्त एकाश् तस्य बशः भषादेशो भवति सकारे परे ध्वशब्दे परे पदान्ते च अनुवृत्तिसहितसूत्रे एकाचः झषन्तस्य इत्यनयोरेव विशेषणविशेष्यभावः धातोः तादृश अंशः इति तात्पर्यम्। अनेन धातोः एकाच् वा तद् अधिकाः वा अर्हाः एकोच् यस्मिन् सः एकाच् बहुव्रीहि तस्य एकाचः झष् अन्ते यस्य सः झषन्तः बहुव्रीहि तस्य झषन्तस्य सच्च ध्वच द्वौ इतरेतरद्वन्द्वः तयोः स्वोः एकाचः षष्ट्यन्तं वशः षष्ट्यन्तं भष् प्रथमान्तं झषन्तस्य षष्ट्यन्तं द्वोः सप्तम्यन्तम् अनेकपदमिदं सूत्रम्। दादेर्धातोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः कोः संयोगाद्योरन्ति च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति। धातोः एकाचः झषन्तस्य वशः भष् भोः पदस्य अन्ते च। तर्हि यथा वयम् एतावत्पर्यन्तं चर्चां कृतवन्तः एकाचो वशो भष् झषन्तस्य भोः एतस्य सूत्रस्य अत्र विवरणमस्ति। तर्हि अत्र धातोः अवयवः भवेत्, अवयवः अस्ति चेदपि अवयवः अस्ति तदा एतस्य कार्यं भवति। झषन्तः तत्र एकाच् अस्ति, यदि झषन्तः अस्ति तथा तत्र बश् अस्ति तर्हि बशः भष् आदेशः भवति, इत्युक्ते बश् वर्णस्य स्थाने भष् आदेशः भषः वर्णः भवति। कदा भवति इत्युक्ते निमित्तं किं, सकारपरे अस्ति चेत्, ध्वशब्दः परे अस्ति चेत् अथवा पदान्ते। तर्हि एकाचः झषन्तस्य अनुवृत्तिसहितसूत्रम् अत्र एकाचः झषन्तस्य अत्र विशेषणविशेष्यभावः अस्ति, झषन्तस्य विशेष्यः भवति, एकाचः विशेषणमस्ति, एकाचः झषन्तस्य इत्युक्ते झष् अन्ते भवेत् तत् एकाचः एव भवेत्। धातोः तादृशम् अंशः इति तात्पर्यम्, इत्युक्ते धातु अनेकाचपि भवितुम् अर्हति परन्तु एकाचः झषन्तः अस्ति चेत् तत्र कार्यं कर्तुं शक्नोति एतत् सूत्रम्। अतः अत्र दत्तमस्ति धातोः एकाच् वा तद् अधिकाः वा अर्हाः, एकाचः एव न आवश्यकं, न अनिवार्यम्। एकाचः अस्ति चेत् एक अच् यस्मिन् स एकाच् बहुव्रीहि अतः एकाचः, झष् अन्ते यस्य सः झषन्तः पुनः बहुव्रीहि अतः तस्य झषन्तस्य, सकार च ध च द्वोः इतरेतरद्वन्द्वः एकाचः झषन्तम् एतत्तु सूत्रं। इदानीं दादेर्धातोर्घः इत्यस्मात् धातोः अनुवृत्तिः भवति, स्वोः संयोगाद्युरन्ति च इत्यस्मात् अन्ते तथा च इत्यनयोः अनुवृत्तिः पदस्य अधिकारे अस्ति, अतः अनुवृत्तिसहितसूत्रमस्ति। धातोः एकाचः झषन्तस्य वशः भष् स्वोः पदस्य अन्ते च। अस्तु भगिनि। आमामां समीचीनं भगिनि, समीचीनं। तर्हि अत्र निमित्तानि पदान्ते अपि अस्ति, सकारे परे द्वशब्दे परे, धातुः एकाच् झषन्तः अपि भवेत्, इत्युक्ते अनेकाच् धातौ अपि कश्चन अवयवः यः झषन्तः, एकाच् अपि अस्ति, तत्र बसः भस् आदेशः भवति पदान्ते वा सकारे परे वा द्वशब्दे परे वा। किञ्चित् अग्रे गच्छामः, नकारान्तधातुः शोभाभगिनी पठति वा? आं भगिनि, नकारः इदानीं सकारः झलि अतः नश्चापदान्तस्य झलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वार आदेशः यथा हन् योगः सि तत्र नकारान्तधातुः अपि अपि च सकारः झल् अतः तत्र अपदान्तनकारस्य स्थाने अनुस्वारादेशः भवति। हन् योगः सि हन् हंसि इति भवति, तथा एव मन् योगः स्यते तत्रापि नकारान्तधातुः अपि च परवर्णः झल् वर्णः अतः नकारस्य अनुस्वारादेशः नश्चापदान्तस्य झलि इत्यनेन मन्स्यते इति क्रियापदरूपं भवति। सूत्रं पठामि अग्रे। आं भगिनि पठतु। नश्चापदान्तस्य झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे। झल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि अपि च श्य श्य स ह इति वर्णाः अन्तर्भूताः। पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः, तस्य अपदान्तस्य, नः षष्ट्यन्तं च अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तम् अनेकपदमिदं सूत्रम्। मोरुस्वारः इत्यस्मात् महा अनुस्वारः इत्यनयोः अनुवृत्तिः, तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम्। अस्य सूत्रस्य आशयः तत्र अपदान्तनकारः भवेत् इति, यथा तत्र धातोः अन्ते नकारः अस्ति, नकारस्य मकारस्य च स्थाने इति अनुस्वारादेशः भवति यदि परवर्णः झल् प्रत्याहारस्य वर्णः अस्ति, अपि च झल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च इत्युक्ते अनुनासिकवर्णान् विहाय वर्णानि विहाय अन्यवर्णाः सन्ति वर्गीयवर्णाः, अपि च तत्र खर् वर्णाः अपि श श स इति ह अपि इति वर्णाः अन्तर्भूताः। अपि च पदस्य अन्तः इति पदान्तः इति भवति तत्र सूत्रे, तस्य क्षम्यतां पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः, तस्य अपदान्तस्य इति सूत्रे भवति। नः इति तत्र षष्ट्यन्तम् अस्ति, च इति अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तम् अनेक इति, अपि च मोनुस्वारः इत्यस्मात् महा अपि च अनुस्वारः इत्युक्ते तत्र सम्पूर्ण अनुवृत्तिः स्वीकृतं तस्य सूत्रस्य, अपि च तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अस्ति। अनुवृत्तिसहितसूत्रे अपदान्तस्य एव महा नः च मकारस्य नकारस्य च अनुस्वारः भवति संहितायां झलि परे इति सूत्रं वदति। आम् अग्रे पठनीयं वा भगिनि? बहु समीचीनं भगिनि, सम्यक् अस्ति। यदि नकारान्तधातुः वर्तते चेत् नश्चापदान्तस्य झलि इति सूत्रं कार्यं करोति, तत् प्रयुक्तमेव। तर्हि इदानीम् अग्रे गच्छामः, पवर्गान्तधातुः इति अरुणा भगिनी पठति वा? आं भगिनि, नमस्कारः। पक्वर्गः पकार अकार बकार भकार धातोः अन्तिमो वर्णः प फ ब भ येषु अन्यतमः चेत् सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति। अत्र वदति पकार प्रकार बकार भकार अन्तिमवर्णः धातोः अस्ति चेत् सकार सादिप्रत्यये परे वर्णस्य प्रथमवर्णस्य स्थाने पकारो भवति. सूत्रमस्ति प खरिज इति सूत्रं तेन खर् वर्ण चद्वर्ण खर्वर्ण भवति. इत्यनेन सकारे परे पवर्गी पवर्गीयवर्णानामपि प्रथमसदस्य आदेशो भवति. सकारस्य कोऽपि विकारो न भवति. उदाहरणमतदर्थम् आप् योगः स्यति. अत्र प्रथमधातुः अन्ते पकारः अस्ति. सति इति प्रत्ययः सकारात् प्रत्ययः. खरिच इत्यनेन प्रथमसदस्य आदेशः आप् पकार एव. आप् योगस्यति आप्स्यति भवति. तदा एव रारः योगः सि. अत्र धातु अन्ते फकारः अस्ति. सि प्रत्ययपरे अस्ति. खरिच इत्यनेन पकार आदेशः भवति. प्रथमस्य आदेशः भवति. रारप्सि भवति. बकार उदाहरणं जाकब् युगस्य. अत्र बकार अन्तिमवर्णः धातुतः अस्ति. सि खरिच इत्यनेन बकारस्थाने पकार आदेशः भवति. चाकप् युगस्य चाकप्सि भवति. लालब् युगस्य अत्रापि बकार अन्तिमवर्णः अस्ति. सि परे खरिच इत्यनेन प्रथमसदशि आदेशः लालप् युगस्य लालप्सि इति रूपं भवति. अश्भावः सम्यक् धन्यवादः. सम्यक् अत्र नूतना भगिनी अस्ति सुजाता भगिनी इति. पठितुमिच्छति वा? आं महोदय. कृपया पठतु. पठामि. बश् भावः दादम्ब् योगहस्ति. एकाचो बशो भश् जशन्तस्य सिद्धोः इत्यनेन धातुरवयवो यो जशन्त एकाच तस्य बशः बशादेशो सकारे परे दादम्ब् योगः सि. खरिच इत्यनेन चत्वादेशः दादम्ब् योगः सि दादम्सि भवति. तत्र बष्भावः अस्ति. धातुः अस्ति दादम् योगः सकारप्रत्ययः अस्ति. एकाचो बशो बष् जसन्तस्य सत्वोः इत्यनेन धातु अवयवः यो भकारः जशन् जशन्त अस्ति. एकाच तत्तु अनेकाच अस्ति न दादम् दादम्ब् इति अनेकाच अस्ति. परन्तु धातोः दम्ब् इति भागः एकाच अस्ति. आम् महोदय. इत्यनेन अवयो दशन्त एकाच तस्य भषः भषादेश सकारे परे दादम् युगः सि. परिच इत्यनेन बकारस्य स्थाने पकारादेशः भवति. दादम् युगः सि दादंसि भवति. अत्र न च पदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः अनुस्वारशयी परसवर्णः इत्यनेन अनुस्वारस्य मकारः इति यथा सामान्यं भवति. न च पदान्तस्य जलि सत्ना अवगतं भगिनि. सामान्यतया अत्र अनुस्वारः भवति यदा आवश्यकमस्ति तत् समये. परसवर्ण इत्यनेन अनुस्वारस्य मकारः इति यदा सामान्यं भवति. आं महोदय, अवगतं महोदय. मकः मकारः आगे पठामि वा महोदय? इत्युक्ते दम्ब इत्यत्र मूले नकारः आसीत्, दन्द इति आसीत्, तत्र परसवर्ण परसवर्ण भूत्वा मकारादेशः भवति, तदेव अवगतं भगिनि. अस्तु अग्रे पठतु. मकारः सकारः जलि, अतः नच पदान्तस्य जलि इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः. रं योगः स्थिति स्थिते नच पदान्तस्य जलि रं स्थिते मकारस्य स्थाने अनुस्वारः आयाति. नं योगः स्थिति नं नंस्यति रं योगस्यति रंस्यति मकारस्थाने अनुस्वारः आयाति. नं योगः स्यति न च पदान्तस्य जलि सकारः जलि अस्ति मकारस्थाने अनुस्वारादेशः भवति नंस्यति. सङ्गं स्यति न च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति सकारः जलि अस्ति इत्यनेन सङ्गमस्यते भवति. तदेव भगिनि सम्यक् अस्ति वा? सम्यक् अस्ति सम्यक् अस्ति. तत्र सङ्गमस्यते इत्यत्र सम् इत्यत्र का गतिः? सम् तस्य अनुस्वारः तदेव. केन सूत्रेण भवति अनुस्वारः? मकारान्तः सम् इति मकारान्तः अस्ति खलु? आं महोदय, मकारस्य स्थाने ओके नास्ति चिन्ता. आम् मोनुस्वारः उत्तमं बहु सम्यक् उत्तमं. सम् इति पदमस्ति खलु मोनुस्वारः इत्यनेन अनुस्वारः. अनन्तरं तदनन्तरं गम् गम् परः मकारः अस्ति न तत्र अनुस्वारः अनुस्वारः अस्ति. इदानीम् अनुस्वारस्य का गतिः सम् इत्यत्र? अनुस्वारस्य परसवर्णं भवति लेकिन् गा अस्ति न परसवर्णं नास्ति तत्र. केन सूत्रेण परसवर्णः? अनुस्वारस्य यै परसवर्ण यै प्रत्याहारस्य वर्ण यै प्रत्याहारस्य अनुस्वारस्य यै परसवर्णः इति न. अत्र त्रिणं सूत्रमस्ति वा पदान्तस्य, यतोहि सम् इति पदमस्ति खलु. आम् आं भगिनि. अतः विकल्पेन भवति एकस्मिन् पक्षे अनुस्वारः यथावत् तिष्ठति, अन्यस्मिन् पक्षे कवर्गस्य पञ्चमवर्णः सङ्गन्त्यते. सम्यक् सम्यक् बहु सम्यक् धन्यवादः. तर्हि इदानीं महोदय यत्र यत्र वा अवसाने अत्र सम् इत्यस्मिन् वा अवसाने अस्ति वा अवसानेन वा पदान्तस्य वा पदान्तस्य इत्यनेन पदान्ते अनुस्वरस्य परसवर्णादेशः विकल्पेन भवति. अस्तु लक्ष्मी भगिनि. आं भगिनि पठामि. यकार यकारः वकारः, यकारस्य लोपः भवति सकारे परे, सकारः वल् प्रत्याहारे विद्यमानत्वात्. जहाय योगसि जहासि, लोपो व्योर्वलि इति सूत्रं. वकार यकारयोः लोपः भवति वल् प्रत्याहारे परे. व च यु च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, व्योः षष्ट्यन्तं, वलि सप्तम्यन्तं. त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. व्योः लोपः वलि. वकारस्य अत्र अर्थः अस्ति, अत्र यकारस्य अथवा वकारस्य लोपः वल् प्रत्याहारे परे भवति इति सूत्रार्थः अस्ति. अत्र अस्माकं प्रसङ्गः अस्ति सकारादिप्रत्यये परे, तर्हि अत्र सकारः अपि वल् प्रत्याहारस्थः अतः अत्र अस्य सूत्रस्य प्रसक्तिः उदाहरणार्थं जहायोग सि इत्यत्र जहाय इति यकारः अन्ते अस्ति यकारस्य लोपः सकारे परे भवति इति अत्र प्रसङ्गः अग्रे वकारस्य अपि लोपो व्योर्वली इत्यनेन लोपः भवति किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धातोः एव उदाहरणं भवति तच्च यङ्लुकि एव अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति अर्थधातुकप्रक्रियायाम् इदागमः मध्ये आयाति अतः वकारसम्बन्ध हल् सन्धेः अवसरः नास्ति यद्यपि लोपो व्योर्वलि इति सूत्रे वकार यकारयोः लोपः भवति इति उक्तं चेदपि वस्तुतस्तु तादृश उदाहरणं संस्कृतभाषायां नास्ति यतोहि सार्वधातुकप्रक्रियायां विकर्णप्रत्ययः मध्ये आयाति इति कारणात् अत्र यकारः वकारः नास्ति तस्य विकारः जायते अपि च अर्थधातुकप्रक्रियायाम् इडागमः मध्ये आयाति इति कारणत्वात् वकारसम्बन्ध हल्सन्धेः अवसरः नास्ति इति अपि अत्र उक्तम् अग्रे आमामां बहु सम्यक् भगिनि समीचीनं तर्हि अत्र लोपो व्यर्वल् इति सूत्रं तु अस्माभिः ज्ञायते एव एतावता कोऽपि प्रश्नः अस्ति वा भगिनि तत्र कुत्र भवति किं सः प्रश्नः जहाय इति कुत्र भवति कुत्र भवति इति आदातो यङ्लुकि वा तत्र य कुतः आगतः जहाय कुत्र अस्ति जहाति इति भवति खलु यङन्तदातु खलु भगिनि यङन्तदातुः यङन्तदातुः हा धातोः यङन्तदातुः जहाय तत्र द्वित्वं भवति हा हा द्वित्वं भवति तदनन्तरं हाय् हाय् इति हाय इति यङन्त यङ् प्रत्ययस्य विधानम् तदनन्तरं द्वित्वं हा हाय तदनन्तरं अभ्यासे चर्च नकुः स्युः ख हाय अभ्यासे चर्च ज हाय च हाय आदातु अस्तु तर्हि किञ्चित् अग्रे गच्छामः तर्हि भगिनी तत्र तदेव एकः एव उदाहरणम् अस्ति एकमेव उदाहरणमस्ति इति उक्तं तदेव अस्ति वा तर्हि जहाय एव पश्यतु द्वयोः धातोः तच्च एवं कुतु द्वयोः धातोः अन्यत्र सर्वथा तत्र अस्तु तत्तु वकारधातोः विषयः आसीत् वा द्वयोरेव वकारस्य हा तत्तु परन्तु यकारादिधातोः अन्य अस्तु यङन्त भवति प्रायः अस्तु अस्तु इत्युक्ते किं वकारस्य उदाहरणं किमिति वा कुत्रापि मामौ इति एकः धातोः विषये अस्माभिः चर्चितं हा खलु मौ धातुः मामौ तत्र लोपो व्योर्बल् इत्यस्य कार्यं भवति मामौ योगः अस्ति तत्र वकारः सकारः वलि अस्ति खलु वलि अस्ति इति कृत्वा मौ धातोः विषये खलु मौ मौ धातोः मामौ इति यङ् युगन्तदातुः खलु तत्र मामौ योगः यत्र तत्र भिन्नमपि कार्यमस्ति भगिनि ज्वरत्वरस्त्रिव्यवि मम उपदायाश्च सूत्रं तत्र कार्यं करोति अत्र तत्र मामव्योगः वः अत्र मामव्योगः वः इत्यत्र लोपव्योर्वलि इत्यनेन वकारस्य लोपः भवति मामयोगः वः मामावः मामामः तत्र भवति मामूमः तत्र भवति धातुः मव् धातुः यङ्लुगन्तधातुः यङ्लुगन्तधातुः मामौ प्रश्नः अस्ति वा नास्ति मव् पुनरेकवारं वदति किं भगिनि मव् इति धातुः मव् इति धातुः तस्य यङ्लुगन्तधातुः अस्ति मामव् तर्हि मामव् इत्यत्र लट् लकारस्य उत्तमपुरुषे द्विवचने वः इति प्रत्ययः वस् इति प्रत्ययः खलु वः यदा वयं वदामः पटावः पटामः वः इति प्रत्ययः मामव्योगः वः इदानीं व वः इत्यत्र वकारादिप्रत्ययः खलु तत्र वकारादि वलि अस्ति वकारः तु वलि अस्ति अत्र मामव् इत्यत्र वकारः लोपः लुप्तः भवति लोपव्योर्वलि इत्यनेन अतः मामयोगः वः अतो दीर्घो यै इति सूत्रेण दीर्घत्वं भवति अतः मामावः अवगतं भगिनि धन्यवादः अस्तु इदानीं किञ्चित् अग्रे गच्छामः तर्हि उमाभगिनी पठितुमिच्छति वा प्राप्तं वा भवत्या प्राप्तः लुकि आधिक्येन ये सकारान्तधातवः भवन्ति तेषां सकारे परे राल्लोपः इत्यनेन सकारलोपो भवति अपि च येषां सकारान्तधातूनां राल्लोपः इत्यनेन सकारलोपः न भवति न भवति स्म नाम तेषां धातूनां सकारात् पूर्व रेफः नास्ति तेषां धातूनां यङ्लुक् धातुः धातुः एव न भवति महाभाषस्य ज्ञापनात् यथा दीर् धातु महाभाषस्य ज्ञापकत्वात् तस्य यङ्लुगन्तधातुः न भवति किवु किं धातुः अपि तथा यङ्लुकि स्वकारान्त धातवः भवन्ति सकारे परे अस्ति राल्लोपः इत्यनेन वकारलोपः भवति सो अत्र वकारः लोपः भवति अपि च वकारान्तधातूनां राल्लोपः इत्यनेन वकारलोपः न भवति स्म नाम येषां धातूनां वकारात् पूर्वं रेफः नास्ति रेपः नास्ति तेषां धातूनां यङ्लुक् भव धातुः एव न भवति महाभाषस्य ज्ञापनात् यथा दिव् धातु महाभाषस्य ज्ञापकत्वात् तस्य यङ्लुगन्तधातुः न भवति ओ नो ओके स्युः धातुः अपि तथा ओ स्युः अपि दिव् द्वयोः यङ्लुगन्तधातु न भवति अग्रे पठामि वा आम् अग्रिमवाक्यद्वयं येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेपः अस्ति यथा दुर्व् मूर्व् पूर्व् खर्व् गर्व् सर्व् पर्व् भर्व् मर्व् सर्व् सर्व् एतादृशेभ्यः वकारान्तदातुभ्यः लुप् भवति किन्तु येषाम् अन्तिम वकारस्य लोपो भवति राल्लोपः इति सूत्रेण. सो अत्र वकारान्तधातुः एतेषां दत्तम् एतादृशेभ्यः वकारान्तधातुभ्यः यः लुक् भवति ओके यः लुक् भवति अन्तिमवकारस्य लोपो भवति राल्लोपः इति सूत्रेण. तस्मात् राल्लोपमिति सूत्रेण अन्तिमवकारः वकारस्य लोपो भवति. तुर् इति एव तिष्ठति योगः सा इत्युक्ते क्षणम् इत्युक्ते सामान्यतया वकारात् पूर्वं रेपः अस्ति चेत् रालोपः इति कार्यं भवति. यथा ये दातवः दत्ताः अत्र यथा दुर्व तुर्व इत्यादयः तत्र सर्वत्र रालोपः इत्यनेन वकारस्य लोपः भवति. तर्हि अन्यत्र यथा दिव् धातुः अस्ति तत्र यङ्लुगन्तरूपमेव न भवति. दिव् धातुः अपि तथा. तर्हि कुत्र वकारस्य लोपः भवति राल्लोपः इत्यनेन इति इदानीं प्रश्नः अस्ति. तस्य विषये एव अग्रे दत्तमस्ति. तत्र पश्यामः विरलतया एव वकारान्तधातोः लोपो व्योर्वलि इत्यनेन लोपः भवति विरलतया. तत्तु धातुद्वयम् अस्ति त्रिव् मव् इति. अस्तु तर्हि इदानीं अग्रे किं विजयलक्ष्मी भगिनी पठति वा? एकनिमिषः भवति भगिनि. दुर् तुर् इति धातोः वकारान्त यङ् लुक् भवति. सो वकारान्तधातुः यङ् लुक् भवति. अन्तिमवकारस्य लोपो भवति लाल्लोपः इति सूत्रेण. सो फैनल् वार्ता आगच्छति. सो वकारलोपः अस्ति चेत् दुर् इति एव तिष्ठति. प्रश्नः कः न बुध्यते. प्रश्नः कः? प्रश्नः अन्तिमरूपं कथं किम् अन्तिमरूपं कथा भवति दुर्ब इति धातु दुर्ब दुर्ब इति ओके. तर्हि तत् पठतु. चतुर्वियोगः अस्ति पठतु. ओके ओके ओके. तोतुर्योगः अस्ति राल्लोपः इत्यनेन झगादिप्रत्यये परे वकारलोपः अस्ति. ओके स्तोतुर् ओके योगः अस्ति पुगन्तलगूपदस्य इत्यनेन उपदाः गुणः. सो तोतोर् ओके ओके ओके. तोतोर् योगः अस्ति आदेशप्रत्ययोः इत्यनेन हिङ्कोः प्रत्ययावयवस्य सकारस्य सत्त्वं तो तोर्षि इति आगच्छति. अवगतं धन्यवादः. सुसु तो तो तुर् युगः अस्ति राल्लोपम् इत्यनेन वकारलोपः. देन् तो तुर् युगः अस्ति स्वपुगन्तलगुपदस्य गुणः भवति. तो तो तोर् योगः सि सो आदेशप्रत्ययोः इत्यनेन निङ्कोः प्रत्ययावस्य सकारस्य सत्त्वं भवति. साधितं स्यात्ोषि आगच्छति. अवगतं भगिनि धन्यवादः. समीचीनं. तत्र तोतुर्वियोगः सि इत्यत्र वकारात् पूर्वं रेपः अस्ति चेत् तत्र राल्लोपः इति कार्यं करोति. राल्लोपः इत्यनेन जलादिप्रत्यये परे अनुनासिकादिप्रत्यये परे वकारस्य लोपः भवति इति तोतुर्वियोगः अस्ति इत्यत्र तोतुर्योगः अस्ति गुणः जायते ओतोर् योगः सि, तदनन्तरं रेपः तत्र आदेशप्रत्ययोः इत्यस्य निमित्तं भवति, अतः तोतोर्षि इति भवति. अस्तु, तत्र इदानीं किं विजयलक्ष्मी भगिनी पठतु. भगिनी अत्र महाभाष्ये किम् उक्तम् इति अत्र लिखितम्? यङ् लुक् धातु एव न भवति. किं कुत्र महाभाष्ये ज्ञापनात् इति उक्तं खलु, महाभाष्यस्य ज्ञापनात् इति इत्युक्ते इत्युक्ते प्रायेण वकारान्तदातवः तस्मात् पूर्वं रेपः भवति, यथा तत्र बहवः धातवः उल्लिखिताः दुर्वतुर्विति, तत्र रेपः भवति. यत्र रेपः नास्ति केवलं वकारान्तदातुः, तत्र विरलतया एव तादृशदातवः भवन्ति यत्र रालोपः इत्यनेन वकारस्य लोपः न भवति, परन्तु तादृशधातूनां यङ्लुगन्तधातुः एव न भवति महाभाष्यस्य ज्ञापनात्. तत्र केवलं धातुद्वयं यत्र यङ्लुगन्तधातुः वकारान्तधातुः यङ्लुगन्तधातुः भवति, तत्तु मव् स्त्रिव् इति. अन्यत्र सर्वत्र यङ्लुगन्तधातुः एव न लभ्यते वकारान्त. यतोहि अत्र किमस्ति इति चेत् यङ्लुगन्तधातुः धातोः विधानार्थम् एकं सूत्रमस्ति, धातुः हलादिः भवेत् इति सर्वम् अस्ति, हलादेर् एकाचो क्रियाश्रमव्यवहारे यङ्. तर्हि हलादिधातुः अस्ति चेत् यङ् प्रत्ययः भवितुमर्हति, यङ्लुगन्त यङ् लुक् अपि भवितुमर्हति. परन्तु महाभाष्ये उक्तं यत् केचन वकारान्तधातवः सन्ति येषां यङ्लुगन्तरूपमेव न भवति, इत्युक्ते यङ्लुगन्तरूपं सर्वत्र भवति इति नास्ति. वस्तुतः यङ्लुगन्तरूपं रूपस्य प्रयोगः एव विरलतया दृश्यते. यत्र प्रयोगः दृश्यते तत्रापि सर्वेषां धातूनां यङ्लुगन्तरूपं नास्ति. अवगतं वा? अवगतं भगिनि. राल्लोपः इत्यतः पठनीयं वा भगिनि? आम्, राल्लोपः केवलं तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम्. राल्लोपः षष्टमाध्यायस्य चतुर्थपादस्य एकविंशतितमं सूत्रं. रेफात् परस्य छकारस्य वकारस्य च लोपो भवति अनुनासिकादिप्रत्यये परे, क्वि परे, झलादिप्रत्यये च परे. अनुवृत्तिसहितसूत्रम्. अङ्गस्य रात् छ्वोः लोपः अनुनासिके क्वि झलोः. वक्तव्यं किमपि नास्ति खलु भगिनी अत्र? नास्ति, अग्रे अग्रे गच्छतु. हा, महाभाष्ये दत्तमस्ति यत् छ्वोः शूडनुनासिके च शूड अनुनासिके च इत्यनेन ये ऊठ् भाविनः वकारान्तधातवः सन्ति तेषां यङ् लुक् न भवति. ऊठ् भावि धातुः इत्युक्ते तादृशधातुः यस्य छ्वोः शूड अनुनासिके च इति सूत्रेण ऊठ् आदेशः सम्भवति. महाभाष्ये किमस्ति, ऊठ् भाविनः वकारान्तधातवः ये सन्ति तेषां यङ् लुगन्तरूपं न भवति इति वा भगिनी? छ्वोः शूड् अनुनासिके च ऊट् भावि इत्युक्ते किम्? ऊट् प्रत्याहारः भवति वकारान्तस्य ऊट् यत्र आदेशः भवति यत्र वकारान्तस्य ऊट् इति आदेशः भवति तादृशानां धातूनां महाभाष्ये दत्तमस्ति यत् तेषां यङ् लुक् न भवति इति. अत्र भाविन् इति प्रत्ययः इणि प्रत्ययः भविष्यत्कालार्थे अस्ति. यत्र ऊट् भविष्यति यत्र चोः शूलनासिके च इत्यनेन ऊट् भविष्यति तादृशधातोः यङ्लुगन्तरूपं नास्ति. इत्युक्ते चोः शूलनासिकेश इति सूत्रं सूत्रेण कुत्र ऊट् आदेशः भवति इति चेत् वकारान्तधातोः वकारस्य ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे क्विप् परे जलादिप्रत्यये परे. इत्युक्ते तादृशवकारान्तधातुः यत्र अनन्तरम् अनुनासिकादिप्रत्ययः परः वर्तते अथवा क्वि इति प्रत्ययः परः वर्तते अथवा जलादिः इति प्रत्ययः परः वर्तते तत्र वकारस्य स्थाने ऊट् आदेशः भवति. इदानीं मम पुरतः कश्चन धातुः अस्ति यस्य ऊट् आदेशः भवितुमर्हति यदा एतादृशप्रत्ययः अस्ति तादृशधातोः यङ्लुगन्तरूपं न भवति इति महाभाष्यस्य ज्ञापनम्. अस्तु तर्हि शोभशूलनासिकेश इति सूत्रमपि प्रथमवाक्यम् अनुवृत्ति सहित सूत्रम् छोः षूडनुनासिके च षष्ठमाध्यायस्य चतुर्थपादस्य ऊनविंशतितमं सूत्रम् अष्टमाध्याये इति न षष्ठाध्याये षष्ठाध्याये षष्ठाध्यायस्य चतुर्थपादस्य ऊनविंशतितमं सूत्रं तुक् सहित छकारस्य स्थाने षकारादेशः भवति षकारादेशः अपि च वकारस्य स्थाने ऊठ् आदेशो भवति अनुनासिकादिप्रत्यये परे क्वि परे झलादिप्रत्यये च परे अङ्गस्य अधिकार अनुवृत्तिसहितसूत्रं छ्वोः अङ्गस्य षूड क्वि झलोः अनुनासिके च क्वि अपि च अनुनासिकप्रत्ययः अनुनासिकादिप्रत्ययः अपि च झलादिप्रत्ययः परे भवति चेत् छ्वोः अङ्गस्य इत्युक्ते अन्ते चकारः छकारः वकारः इति वा भगिनि न इत्युक्ते तुक्सहितचकारः इत्युक्ते धातोः अन्ते तुक्सहितचकारः अथवा वकारः. इदानीम् अस्माकं प्रश्नं वकारः भवति चेत् ऊट् भवति तुक् सहितछकारः भवति चेत् किं भवति तालव्यषकारादेशः तालव्यषकारादेशः सत्यम् अग्रे अपि पठामि वा न बहु सम्यक् भगिनी धन्यवादः सम्यक् समस्या पठितवती इदानीं तर्हि इदानीं किञ्चित् अग्रे किं सरस्वती भगिनी पठति वा आं भगिनि तर्हि द्वयोः धातोः एव यङ्लुकि हल् सन्धेः अवसरो भवति सौचकौ त्रिव् मव् इति द्वौ धातु ऊट् भाविनौ किन्तु ज्वरत्वर स्त्रिव्य स्त्रिव्य वीं मवाम् उपधायाश्च इति सूत्रेण न तु छोः षूडनुनासिके च इति सूत्रेण. अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातू साक्षात् उल्लेखितौ अतः एतौ द्वावेव ययोः यङ्लुक् रूपं भवति. अस्मिन् सूत्रे अवधातुः अपि पठितः किन्तु स च धातुः अजादिः इति कारणतः यङ् प्रत्ययः न विधीयते तदर्थं तस्य यङ्लुक् अपि न भवति. तर्हि अस्माकं चर्चा इदानीं वकारान्तधातुविषये अस्ति धातूनां विषये अस्ति तर्हि तत्र केवलम् एवं दत्तमस्ति यत्र केवलं द्वयोः धातवोः सन्ति येषां यङ्लुकि हल्सन्धेः अवसरः भवति वकारान्त धातु. तर्हि तत्र इत्युक्ते यत्र अन्यत्र यत्र आसीत् तत्र रेफ तदनन्तरं वकारः आसीत् अतः राल्लोपः कार्यं कृतं सूत्रं कार्यं कृतं सूत्रेण कार्यं कृतं, परन्तु इदानीं सृव् तथा मव् इति द्वौ हसु अस्ति, तर्हि अत्र पुनः वकारान्तः अस्ति, तदनन्तरं सि अस्ति, सकारः अस्ति, तर्हि छोः षूडनुनासिके च इति सूत्रमपि कार्यं कर्तुं शक्नोति, परन्तु नूतनं सूत्रम् इत्युक्ते विशिष्टसूत्रमस्ति ज्वरद्वारा स्रिव्य विम धातुविभाजनम् अहं न सम्यक्रीत्या जानामि भगिनि, ज्वर स्वर स्रिव् अव स्रिव् अव अव मव एतेषां धातूनां कृते अस्ति, अतः एतद् विशिष्टसूत्रम् अत्र स्रिव् तथा मव् धातोः अत्र उल्लेखम् अस्ति सूत्रे, अतः एतत् सूत्रं कार्यं करोति, एतत् सूत्रं कार्यं कृत्वा यङ्ग्लुक् रूपं भवति. अव् धातु अपि अस्ति अस्मिन् सूत्रे, परन्तु अव् अजादि धातु अस्ति, यङ्ग् प्रत्ययः प्रत्ययस्य कृते हलादि धातु आवश्यक धातोः आवश्यकता अस्ति, अतः यङ्ग्लुक् कार्यं यङ्ग्लुक् न भवति अव् धातोः. अग्रे पठानि किं मान्य कोऽपि पठति? अग्रे पठतु भगिनि. ज्वर स्वर श्रिव्य श्रिव्यविमवाम् उपधायाश्च षष्ठ अध्यायस्य चतुर्थः पादः विंशतितमं सूत्रमस्ति. ज्वर स्वर श्रिव् अव् मव् इत्येषां धातूनाम् उपधा च वकारः चेत् इत्यनयोः मिलित्वा स्थाने ऊट आदेशो भवति अनुनासिकादिप्रत्यये परे, क्विपरे, झलादिप्रत्यये च परे. ज्वरश्च स्वरश्च क्रिविश्च अविश्च मव् च तेषाम् इतरेतरद्वन्द्वः ज्वरतरस्रिव्यविमवः तेषां ज्वरतरस्रिव्य विमवाम् ज्वरस्वरस्रिव्यविमवां षष्ट्यन्तम् उपधायाः षष्ट्यन्तं च अव्ययं त्रिपदमिदं सूत्रं छोः षुडनुनासिके च इत्यस्मात् वः ऊट् अनुनासिके इत्येषाम् अनुवृत्तिः अनुनासिकस्य क्विझलोः निक्किङ्ति इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. ज्वरतर ज्वरत्वर सृव्य विमवाम् अङ्गस्य उपधायाः वः च ऊच् क्विझलोः अनुनासिके च. तर्हि अत्र सूत्रे केचन धातवः सन्ति विशिष्ट उल्लेखम् अस्ति तेषां, तर्हि तत्र तेषां धातूनां कृते उपधा च वकारः अस्ति. यथा ज्वर वयं पश्यामः चेत् ज्वर स्वर सर्वत्र अत्र उपधायां वकारः अस्ति. ज्वर उपधायां श्रिव् मध्ये श्रिव् आफ् मव् उपधा च वकार इत्यनयोः मिलित्वा स्थाने आम् यत्र यत्र अस्ति तर्हि तत्र उपधायाम् अथवा अन्तिमवर्णः वकारः अस्ति चेत् तत्र वकारस्य स्थाने ऊट् आदेशः भवति विशिष्टधातूनां कृते. तर्हि तत्र ऊट् आदेशः भवति, निमित्तानि सन्ति अनुनासिकादिप्रत्यये परे अथवा क्विपरे अथवा झलादिप्रत्यये परे. तर्हि तावदेव खलु भगिनि. अनुवृत्तिः अस्ति छोः षूड् अनुनासिके च इत्यस्मात् वः ऊट् अनुनासिके इत्यस्मात् अनुवृत्तिः अनुनासिकस्य क्विझलोः किमिति इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अतः अनुवृत्तिसहितसूत्रमस्ति. तर्हि पञ्चधातवः सन्ति अत्र प्रथमत्र त्रयाणां वकार न केवलं ज्वर तथा स्वर तत्र वकार उपधायामस्ति कृव् अव् मव् अत्र वकार अन्तिमवर्णः अस्ति तर्हि तत्र वकारस्य स्थाने ऊट् भवति उपधायामस्ति चेत् अथवा अन्तिमवर्णः अस्ति चेदपि ऊट् भवति अनुनासिकप्रत्ययपरे क्विपन्तिपरे अथवा क्विपरे अथवा जलादिप्रत्यये च परे अस्तु भगिनि इत्युक्ते सामान्यतया वकारान्तधातुः अस्ति चेत् प्रायेण यङ्लुगन्तधातुः न भवति केवलं धातुद्वयं विहाय इत्युक्ते ये धातवः ऊट् भाविनः यत्र चोः शूडनासिके च इति सूत्रेण ऊट् आदेशः भवितुम् अर्हति तादृशधातोः कृते यङ्लुगन्तधातुः न भवति परन्तु तत्र स्त्रिव् अपि च मव् अनयोः विषये का गतिः इति चेत् तत्र तु तत्रापि ऊट् आदेशः भवति परन्तु चो शुडनासिके च इति नास्ति महाभाष्ये तु ऊट् भाविनः इत्युक्ते चो शुडनासिके च इति सूत्रेण यत्र यत्र ऊट् आदेशः भवितुमर्हति तत्र तत्र यङ्लुगन्तरूपं न भवति इत्येव महाभाष्ये दत्तमस्ति तत्र स्त्रिव् अपि मव् अनयोः विषये का गतिः इति चेत् तत्र ऊटादेशः भवति परन्तु ज्वरत्वरस्त्रिव्यवि मम उपादायाश्च इति सूत्रेण न तु चोहोषुणनासिके च इति सूत्रेण इति कृत्वा तत्र लोपोव्योर्वली इत्यस्य कार्यं भवति यङ्लुङ्गन्तरूपमपि अस्ति तावदेव अत्र महत्त्वमस्ति इत्युक्ते ज्वरत्वरस्त्रिव्यवि मम उपादायाश्च इति सूत्रं किं वदति इति केवलं प्रासङ्गिकरूपेण वयं पश्यामः अनेन सूत्रेण ज्वर त्वर त्रिव् अव् मव् इति एतेषां पञ्चानां धातूनाम् उपदायाः च बकारस्य च स्थाने ऊट् आदेशः भवति अनयोः स्थाने उपदायाः वकारस्य मिलित्वा अनयोः स्थाने ऊट् आदेशः भवति अवगतं वा कोऽपि संशयः अस्ति तत्र सूत्रस्य विषये अस्ति भगिनि संशयः नास्ति परन्तु केवलम् एकम् आब्सर्वेशन् इत्युक्ते ज्वरत्वर एतत्तु ज्वरस्वर ज्वरत्वर भवति त्रिवि तत्र त्रिवि अवि त्रिवि अवि आं तदेव परन्तु कुत्रापि स्त्रिवि अवि एवं कृतमस्ति कुत्रापि एवमेव ज्वरि त्वरि नास्ति तर्हि किमर्थं प्रायः छन्दसः कृते एवं कृतं स्यात् भगिनि तत्र इकानिर्देशः कुत्रचित् कुत्रचित् नास्ति इति तु बहुत्र वयं पश्यामः पाणिनीयसूत्रेषु अत्रापि एवमेव अस्ति एतावत् मया न प्राप्तं यत् किमर्थं केषुचित् स्थलेषु इकानिर्देशः केषुचित् स्थलेषु नास्ति सम्भ्रमं भवति अस्माकम् अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः शोभभगिनी अग्रे पठतु महोदय एकः प्रश्नः अस्ति उदाहरणम् अत्र मामौ इति धातु नयामः चेत् तत्र उपदाम् अकारः भवति अन्ते वकारः भवति द्वयोः स्थाने ऊट् आदेशः भवति वा अतः मामू इति भवति मामू ऊट् आदेशे थकारः इत्संज्ञकः उपदायां स्थितस्य अकारः वकारयोः द्वयोः स्थाने ऊट् आदेशः भवति सत्यम् अतः मामो योगहति गुणः मामोति अस्तु शोभा भगिनी कृपया आं भगिनि अस्तु तत्र अग्रे इदानीं द्वयोः वकारान्तधात्वोः हल् सन्धौ वकारलोपः इति मौ धातोः यङ्लुकि मामौ इति धातुरूपं लटि मामौ रूपाणि इमानि मामौ योगहति ज्वरत् त्वरस्त्रिव्यविमवामुपधायाश्च इति सूत्रेण मामोति इति रूपं भवति. तत्र वदामि वा कथं भवति इति वदनीयं वा भगिनी? अवश्यं वदतु. अस्तु, एतत् सूत्रं वदति, तत्र दृष्टवन्तः ज्वर् त्वर् स्रिव् औ मौ इत्येषां धातूनाम् उपधा च चकारः च अनयोः उपधा च चकारः वकारः क्षणताम् उपधा अपि वकारः अनयोः मिलित्वा ऊट् आदेशः भवति अनुनासिकादि प्रत्ययपरे क्विपरे जलादिप्रत्ययपरे इति. तत्र तु अनुनास किं जलादिप्रत्ययः परमस्ति, तकारः जल् वर्णः, मामौ इति इदानीं रूपं, तत्र अन्ते मामौ इत्यत्र मकारात् परम् अकारः, तदनन्तरं वकारः. यथा सूत्रे उक्तं, तयोः अनयोः मिलित्वा ऊट् आदेशः भवति, अतः इदानीं माम् इति तिष्ठति, तत्र अव् इत्यस्य ऊट् आदेशः मामूट् इति भवति. तर्हि तत्र ऊट् इत्युक्ते ऊ इति एव आदेशः, अतः मामू इति तिष्ठति रूपं. तदनन्तरं मामू योगः ति मामोति इति कथं भवति इति इति विषयः भगिनी. मामोति इति गुणः सर्वदत्तकार्धदत्तकयोः. हा अस्तु, तावदेव अस्तु. मामू मामू इति मामोति. अस्तु, दीर्घ उकारस्य गुणः भवति वा? आमाम् अवश्यं भवति. उगन्तलघुपदस्य च इति अत्र एव लघु इक्. ओ, लघु इक् इति वा? अस्तु अस्तु अस्तु. इत्युक्ते पदान्ते धातोः अन्ते अस्ति चेत् तस्य इकः गुणः भवति. अस्तु, दीर्घः वा ह्रस्वः वा, तर्हि तेन मामो इति भवति, मामोति इति रूपं सिद्ध्यति. तथा अग्रे अपि मामौ योगः तः, तत्रापि तथैव मामो इति भवति, क्षम्यतां, मामू इति भवति, मामूतः इति इत्युक्ते मामू, तदनन्तरं मामोति. अत्र तु न भवति मामौ योगः मामूतः, गुणः न भवति. किमर्थं मामूतः एव तिष्ठति? तः इति प्रत्ययः कीदृशः? तः इति तत्र अपित् अपित् अस्ति, क्षम्यताम्, अपित्. अस्तु, तर्हि तत्र ति सि नि तत्र एव गुणः भवति. हा, तः इत्यत्र गुणः न भवति. तर्हि मामू इति मामूतः वर्णमेलनं. तदनन्तरं मामौ योगः, ओ तत्र अन्यत् किमपि अस्ति, मामौ योगः अति मामवति, मामवति इति भवति. अति इदानीम् अकारः, परवर्णः अकारः, तर्हि अकारः अस्तु, स्वरे परे किं भवेत्? तत्र मामौ योगः अति मामवति एव वर्णमेलनं, किमपि कार्यं नास्ति तत्र. तत्र ऊट् आदेशः किमर्थं न भवति? ऊट् आदेशस्य निमित्तम् अस्ति तत्र किम् अनुनासिकादिप्रत्ययपरे नास्ति, क्वी नास्ति, क्वीपरे नास्ति, झल् प्रत्ययपरे झल् अपि नास्ति, अतः किमपि कार्यं न भवति. इत्युक्ते निमित्तेषु अकारः नास्ति, अचूर्णः नास्ति. न, तत्र अत् एव अति इति अकारः एव. हा, अग्रे सि इत्यत्र एकनिमिषं भगिनि, धन्यवादः, बहु सम्यक् समीचीनम्. इदानीं तत्र किं पद्मनाभन् महोदय अग्रे वदतु. हा महोदय, अत्र मामौ योगः सि, अत्र अन्तिमवर्णः वकारः अस्ति, उपधायाम् अकारः अस्ति, सि इति तिप् अस्ति, अतः अत्र अकारस्य वकारस्य स्थाने ऊट् आदेशः भवति, मामू इति भवति. अनन्तरं पित्वा द्गुणकार्यं भूत्वा मामूषि इति भवति. आदेशप्रत्ययो इति सूत्रेण सकारस्य स्थाने मूर्धन्य सकारः भवति, अतः मामूषि इति भवति. अनन्तरं मामौ योगः तः, अत्र अत्रापि औ इत्यस्य स्थाने ऊट् आदेशः भवति मामु इति भवति मामु योगकतः अत्र अपित्वात् वर्णमेलनमेव गुणकार्यं नास्ति मामयोगकत एवमेव मामूट इति भवति अनन्तरं मावौ मामौ मि अत्र मकारः अनुनासिकवर्णः अस्ति अतः निमित्तमस्ति अतः मामौ इत्यत्र मकारात् परं यः अकारः अस्ति वकारः अस्ति द्वयोः स्थाने ऊटादेशः भवति मामु इति भवति मामु योगः मि अत्र मिप् अस्ति अतः पित्वात् गुणकार्यं भूत्वा मामो मि इति भवति अनन्तरं वर्ण मामौ योगः मह अत्रापि मकारः अनुनासिकवर्णः अस्ति एवमेव मामो मह मामु सारि अत्र मह पित् अपित् अस्ति अतः अत्र गुणकार्यं न भवति मामू मह इति भवति किन्तु मामौ योगः व वह इति स्थाने व प्रत्ययस्य आदौ वकारः न जल्वर्णः न वा अनुनासिकः किन्तु वल् प्रत्यहारे तु अस्ति अतः अत्र लोपोव्योर्वलि इत्यस्य अवसरः भवति अत्र मामौ योगः वह इत्यत्र वह अनुनासिकवर्णः नास्ति जल्वर्णः अपि नास्ति अत्र अतः अत्र कार्यं यदा अधोभागे अधोभागे उक्तं तदा भवति तथा भवति मामौ योगः वह अत्र वकारस्य आदिमप्रत्ययः वकारः अस्ति वल् प्रत्ययकारे अस्ति अतः तस्मात् पूर्वं यः वकारः अस्ति तस्य वकारस्य लोपः भवति लोपो योर्वलि इति सूत्रेण अतः मामयोगः वः मामवः परन्तु अत वकारः अतो दीर्घो ययि महोदय बहु समीचीनम् इदानीम् अतो दीर्घो ययि इति अन्य कोऽपि वदतु लक्ष्मीभगिनी वदतु भगिनी सूत्रं पठनीयं वा केवलं वक्तव्यं वा भगिनी अतो दीर्घो यञि सूत्रं पठित्वा वदतु भगिनी सूत्रं पठित्वा वदतु अस्तु अदन्त अङ्कस्य दीर्घत्वं यञादि सार्वधातुकप्रत्यये परे यञ् प्रत्याकारः यवरल न झ भ अतः अतः षष्ट्यन्तं दीर्घः प्रथमान्तं यञि सप्तम्यन्तं त्रिपदमिदं सूत्रं तुरुस्तु शम्यमः सार्वधातुके सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधिस्ततन्त्रस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधिस्तदादौ वल्ग्रहणे वार्तिकम् इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि सार्वधातुके इति अर्थः अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः यञि सार्वधातुके अस्माकं प्रसङ्गः अस्ति मामव योगवः इत्यत्र मामयोगवः मामावः इत्यत्र मकारस्य अनन्तरं यः अकारः तस्य दीर्घत्वम् अनेन सूत्रेण भवति अतो दीर्घो यञि इति तर्हि अत्र निमित्तानि स्यात् अदन्तम् अङ्गम् अकार अङ्गस्य अन्ते ह्रस्व अकारः तस्य दीर्घत्वं यञादि सार्वधातुकप्रत्यये परे इति निमित्तम् अस्ति यञ् प्रत्याहारे यरल वा अनुनासिकवर्णः भ झ भ इति वर्णाः सार्वधातुकयञादि प्रत्ययपरे एव दीर्घत्वं भवति अपि च अत्र यञादि इति अर्थः लभते यस्मिन् विधिस्तदादौ वल्ग्रहणे इति वार्तिकेन अपि च अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गस्य दीर्घः यञि सार्वधातुके अत्र अङ्गस्य अतः अङ्गस्य दीर्घत्वम् इति एव उक्तं तर्हि कस्य दीर्घत्वम् इत्यस्य स्पष्टता लभते येन विधिस्ततन्त्रस्य इत्यनेन तादृशमङ्गं किम् अन्ते ह्रस्व अकारः अस्ति तादृशमङ्गम् इति लभते अपि च अन्तिमवर्णः इति अर्थः अलोन्त्यस्य इत्यनेन लभते तर्हि तादृश अङ्कस्य अन्तिमवर्णस्य स्थाने दीर्घादेशः भवति इति अर्थः अतो दीर्घो यञि इत्यनेन दीर्घो यञि इति सूत्रेण अदन्तमङ्गस्य दीर्घत्वं यञादि सर्वधातुकृतिपरे इति तर्हि मामवियोगः वः इत्यत्र किं भवति इति वदतु मामवियोगवः इत्यत्र मामव् इत्यस्य वकारस्य लोपः लोपो व्योर्वेल् इत्यनेन जायते मामयोगवः इति अस्ति माम इति इदानीम् अदन्तम् अङ्गमस्ति अङ्गं माम अन्ते ह्रस्वाकारः व इति यञादि अस्ति अपि च सर्वधातुकप्रत्ययः अपि अस्ति यञादि सर्वधातुकप्रत्यये परे अस्ति इति कारणात् अन्तिमाकारस्य दीर्घत्वं मामा इति आकारः जायते वर्णमेलनेन मामावः इति रूपं लभते तर्हि अत्र दीर्घत्वम् आयाति अतो दीर्घो यञि इति सूत्रेण समीचीनं सम्यक् तर्हि अत्र इतः अग्रे वाक्यद्वयमस्ति तदपि पठतु एकवारम् अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे सकारादिप्रत्यये परे ऊट् भावो भवति स च ऊड्भावः अङ्गकार्यम् अङ्गकार्यं न तु सन्धिकार्यम् अत्र लिखितमस्ति यत् वकारान्तधातोः हल्सन्धेः उदाहरणं केवलं उदाहरणं लभ्यते वकारादिप्रत्ययपरे एव एतादृश उदाहरणं लभ्यते सकारादिप्रत्ययपरे अस्ति चेत् तत्र वकारस्य सन्धिकार्यात् पूर्वमेव अत्र ऊड्भावः भूत्वा ऊड्भावः भवति किमर्थमिति चेत् अङ्गकार्यमस्ति ऊड्भावः अतः सन्धिकार्यस्य पूर्वमेव ऊड्भावः भवति ऊड्भावः एकवारं भवति चेत् अत्र पुनः वकारस्य अभावः जायते अतः अत्र वकारान्तधातोः किं हल्सन्धि उदाहरणं न लभ्यते इति अत्र उक्तमस्ति वकारादिप्रत्ययपरे लभते सकारादिप्रत्ययपरे न भवति इति समीचीनं तत्र स्त्रीधातोः रूपाणि अपि एवमेव भवन्ति कोऽपि वक्तुमिच्छति वा रूपाणि अत्र किं सः वदति मीना भगिनी वदति वा स्त्रीधातोः रूपाणि सेस्त्रिव् एवमेव स्रिव् सेस्रिव् इति यङ् लुप्तधातुः लटिरूपाणि कल्पनीयानि स्रिव् स्रिव् योगः ति तत्र सेस्रिव् योगः ति वा पिच्सु प्रत्ययेषु ओके ज्वरस्वरस्रिव्य वाम् उपादायाश्च इति सूत्रेण सर्वप्रथमं भवति न तु पुगन्धस्य लघुपदस्य ओके सेस्रव्योगः ति ज्वरस्वर इति सूत्रेण सेस्रव्योगः ति सेस्रूयोगः ति ऊट् ऊट् ऊड्भः सेस्रूयोगः ति सेस्रूयोगति सेस्रोति किल सेस्रोति सेस्रोति तीतः तत्र सेस्रूयोगतः सेस्रूतः एव अपि अस्ति तदनन्तरं सेस्रूयोगसि तत्र सेस्रोषि सेस्रिव्योगः अति तीतः ओ अति सेस्रूयोगः अति से तत्र सेस्रुवति एव सेस्रवति सेस्रूयोगसि तत्र ऊट् ऊट् भवः सो सेस्रोषि तीतः से श्रुतः से से श्रूयो तीतः सीतः थ तत्रापि से श्रुत ऊट एव भवति से श्रुयोग मि तत्र लिप् भवति से श्रोमि से मह से श्रूमः वः वः से श्रुवः से श्रुवः तत्र लोपोव्यो बलि भवति से से से श्रुवः से से श्रुवः श्रु न भवति तत्र जलादि नास्ति खलु योगः वः सकारस्य लोपः मकारस्य लोपः सेस्त्रिवः सेस्त्रिवः सेस्त्रिमः न मह इत्यत्र सेस्त्रिमः इति न मह इत्यत्र सेस्रूमः तत्र तु ऊट् भवति मकारः अनुनासिकः अस्ति इति कृते भवति सेस्रवः वा तर्हि अवगतमिति मन्ये अत्र स्थगनं कुर्मः अग्रिमसप्ताहात् लकारान्तदातुः विषये चर्चां कुर्मः कोऽपि प्रश्नः अस्ति वा न महोदय अत्र स्थगनं कुर्मः धन्यवादः महोदय बहु धन्यवादः भगिनी धन्यवादः नमस्कारः नमस्कारः